अद्य पुनः विशेष्यभावः इत्यस्य चर्चा अनुवर्तते. सर्वेषां पुरतः करपत्रम् उद्घाटितं स्यात्. तत्र गते सप्ताहे अस्माभिः परिशीलितं यत् सप्तपदार्थेषु गुणः, जातिः, द्रव्यं, क्रिया, अभावः च. सप्तपदार्थेषु एते पञ्चपदार्थाः विशेषणं भवितुम् अर्हन्ति इति. यथा उन्नतः बालकः इति वदामश्चेत् तत्र औन्नत्यम् इति बालके गुणः अस्ति, बालकत्वम् इति जातिः अस्ति, बालकस्य पार्श्वे धनमस्ति चेत् धनवान् बालकः इति भवति. तर्हि वस्तुतः विशेषणमस्ति धनं, तच्च द्रव्यमस्ति. बालकः लिखन् अस्ति चेत् लेखनक्रिया बालके अस्ति, लेखनक्रिया नाम कर्म. तर्हि लेखनक्रियावान् बालकः इति वदनेन लेखनक्रिया अथवा कर्म विशेषणं भवति. बालकस्य हस्ते घटः नास्ति चेत् तत्र घटाभावः विद्यते. तर्हि बालकः अस्ति घटाभाववान् बालकः इति. तत्र अभावः अपि विशेषणमस्ति बालकस्य. तर्हि गुणः, जातिः, द्रव्यं, कर्म, अभावः विशेषणानि भवितुमर्हन्ति इति अस्माभिः परिशीलितम्. पञ्चभिः बालकः विशिष्यते, अतः विशेषणपञ्चकम् अस्ति इति अवलोकितं. किन्तु न्यायशास्त्रानुगुणं लोके सप्तपदार्थाः सन्ति. गुणजाति कर्मद्रव्य अभावान् अतिरिच्य समवायः, विशेषः च इति उभौ पदार्थौ स्तः. तयोः का गतिः? तौ अपि विशेषणं भवितुम् अर्हतः वा इति प्रश्नः अस्ति. तस्य समाधानार्थं करपत्रस्य अन्तिमे भागे इतोपि किञ्चित् परिशिष्टं दत्तमस्ति. सर्वे पश्यन् परिशिष्टम् इति करपत्रस्य अन्तिमः भागः. हरि ओम्. आं भगिनि. हा, परिशिष्टम् इति सर्वे यदा सर्वे पश्यन्ति तदा वदन्तु. आम्. हा, इदानीं नूतनतया केनापि आगतं किं? सरला भगिनी. सरला भगिनी, अस्तु. वयं करपत्रमेव पठामः, विशेषणविशेष्यभावः इति. अपि च एतावता लोके यावन्ति पदार्थाः सन्ति तेषु गुणः, गुणकर्म, जातिः, अभावः, द्रव्यम् एते विशेषणानि भवितुम् अर्हन्ति इति दृष्टं. पुनः अधुना समवायः, विशेषः च विशेषणानि भवितुम् अर्हतः वा न वा इति परिशीलनं भवति. शीघ्रमेव एतस्य विषये किञ्चित् पठित्वा करपत्रे अग्रे सरेम. अस्तु, परिशिष्टम् इति दृश्यते चेत् राधिका भगिनी आरम्भं करोति वा पठनम्? आम्, परिशिष्टम् अस्मिन् पाठे अस्माभिः एकनिमिषः. शिवरामकृष्णमहोदय भगिनी, परिशिष्टम् अर्थं किं भगिनि? परिशिष्टम् इत्युक्ते अपेण्डिक्स्. एक्स्ट्रा किमपि वक्तव्यमासीत् महोदयेन, तदर्थम्. अस्मिन् पाठे अस्माभिः उक्तं यत् पञ्चानां पदार्थानां विशेषणत्वं भवति. अविशिष्टयोः द्वयोः पदार्थयोः का गतिः? समवायः विशेषञ्च तयोः विशेषणत्वं सम्भवति किम्? अत्र लघु उत्तरम् अस्ति, आम् सम्भवति. किन्तु पृथक्तया उच्यते यतोहि तयोः विशेषणार्थं निकषः इतोपि नियमितः. इदानीं पुनः पठामि. किं बुद्धं? हा, अस्माभिः तु प्रश्नः आसीत् पञ्चपदार्थाः एव पृथक् कर्तुं विशेषणं भवितुम् अर्हन्ति चेत् द्वयोः किं किं गतिः का गतिः इति अत्र तु महोदय अवदत् लघु उत्तरम् अस्ति आं सम्भवति इति. समवायः विशेषणं च सम्भवति, समवायसम्बन्धः अपि अपि तु विशेषः च सम्भवन्ति, विशेषणं भवितुम् अर्हन्ति, किन्तु पृथक्तया कथं कथं भवन्ति इति अग्रे सर्वं लिखितमस्ति. इदानीं केन आगतं भगिनि? का लक्ष्मी भगिनी वा? हलो, सरला भगिनी रत्ना भगिनी आगतवत्यौ खलु? अस्तु, तर्हि समवायः च विशेषः च विशेषणं भवितुम् अर्हतः, तत् कथम् इति अग्रे पश्यामः. भगिनि प्रश्नः अस्ति तत्र निकषः इतोपि नियमितः, तर्हि निकषः तु तत्र कथं निर्धारणं कुर्मः इति निकषः, नियमितः इतोपि नियमितः इत्युक्ते पदद्वयोः कः अर्थः? निकषः इत्युक्ते यथा भवती उक्तवती कथं निर्णयं भवति इत्यस्य आधारः निकषः, क्रैटीरिया. सः निकषः इतोपि नियमितः इत्युक्ते किञ्चित् सीमितः. ओ, कथम् इति अग्रे पश्येम. अस्तु, तर्हि क्रैटीरिया नेरो अस्ति इति अर्थः. हा, अस्तु, धन्यवादः. अस्तु, राधिका भगिनी अग्रे पठति वा? कुत्र पुस्तके अस्ति वा? न न, करपत्रं परिष्कृतमस्ति महोदयेन, परिशिष्टम् इति भागः संयोजितः. अन्तिमभागं पश्यतु. अन्तिमभागे वाक्यद्वयमेव पठितम् एतावता. अस्तु, धन्यवादः. परिशिष्टम् इति अस्ति. अस्तु, प्रथमतया इत्यतः. प्रथमतया सामान्यनियमः उच्चारणीयः. विशेषणत्वं कुत्र कस्यां दशायां सम्भवति? विशेषणविशेष्यभावः ज्ञानसम्बद्ध, यत् ज्ञाता अस्ति, कस्यचित् ज्ञानमस्ति, तत्र ज्ञानस्य विषयः भवति. यदा किञ्चन वस्तु ज्ञानस्य विषयः भवति तदा प्रथमनिकषः सम्पूर्णः, इदं वस्तु विशेषणं भवितुम् अर्हति. यत्र ज्ञानं नास्ति वने उन्नतवृक्षः अस्ति, तस्मिन् वृक्षे औन्नत्यम् इति गुणः वर्तते. यावत् कोऽपि ज्ञाता नास्ति यावत् औन्नत्यवृक्षौ ज्ञानस्य विषयः न भवतः, तावत् औन्नत्यस्य विशेषणत्वं न सम्भवति. किन्तु तस्मिन् वने ज्ञातारूपेण कोऽपि मनुष्यः नास्ति चेदपि गुणः गुणगुणी सम्बन्धः भवति. अत्र भेदः अस्ति यतोहि विशेषणविशेष्यभावः ज्ञानसम्बद्धः, गुणगुणिनोः सम्बन्धः पदार्थसम्बन्धः. अस्तु भगिनि, अत्र उक्तमासीत् पूर्वमेव एतद् विशेषणम् इति वदनार्थं निकषः कः इति. तर्हि प्रथमतया कः निकषः अस्ति इति इदानीं भवत्या पठितं, किञ्चित् वदति वा राधिका भगिनी? मम अवगमनम् एतादृशम् अस्ति, यदि ज्ञानं नास्ति तत्समये तु विशेषणं न भविष्यति. तत् पूर्वं इतोपि एकवारं वदतु. यदि ज्ञानमस्ति यदि ज्ञानम् अस्ति विशेषणं भविष्यति, यत्र ज्ञानं नास्ति तत्र तु विशेषणं न भविष्यति. तद्भुतं वा? सारांशरूपेण आम् आम् सारांशरूपेण तथा एव अस्ति. सामान्यनियमः अस्ति विशेषणत्वं कुत्र कस्यां दशायां सम्भवति इति वक्तव्यं चेत् विशेषणविशेष्यभावः तत्र भवति यत्र ज्ञानस्य अपेक्षा भवति. अस्तु, इदानीम् उन्नतः वृक्षः इति अस्ति, वने कश्चित् वृक्षः अस्ति, तस्मिन् औन्नत्यम् इति अस्ति गुणः. यदि तद् औन्नत्यं ज्ञातुं कोऽपि ज्ञाता नास्ति चेत्, ज्ञाता नाम तृच् प्रत्ययः, यः ज्ञातुमिच्छति सः ज्ञाता. औन्नत्यं ज्ञातुं न कोऽपि अस्ति चेदपि वृक्षे औन्नत्यं भवति एव, गुणगुणिनोः मध्ये यः सम्बन्धः अस्ति सः सम्बन्धः भवति. किन्तु सः गुणः तावत् पर्यन्तं विशेषणं न भवति यावत् ज्ञाता नास्ति. तर्हि विशेषणविशेष्यभावः ज्ञानसम्बन्धः. अवगतम् आं भगिनि, धन्यवादः. तथा एव एकनिमिषम्, औन्नत्यम् इति गुणः वर्तते परन्तु विशेषणरूपेण न इति खलु, यावत् ज्ञाता नास्ति विशेषणरूपेण न भवति इति खलु? आम् सत्यं सत्यम्. विशेषणविशेष्यभावः नास्ति, गुणगुणिनोः मध्ये यः सम्बन्धः भवति सः सम्बन्धः स्यात् सर्वदा भवति. गुण अस्ति औन्नत्यं, गुणि अस्ति वृक्षः, औन्नत्यगुणयुक्तगुणिवृक्षः, तयोः मध्ये यः सम्बन्धः सः सम्बन्धः सर्वदा भवति. किन्तु विशेषणं तदा भवति यत्र ज्ञाता भवति. अस्माभिः पूर्वमपि पठितं पुस्तके ज्ञानम् इति, ज्ञानस्य विषयः भवति सर्वदा. अयं घटः इत्युक्तौ ज्ञानस्य विषयः अस्ति घटः इति. घटः तु भवत्येव, किन्तु यावत्पर्यन्तं ज्ञानस्य अपेक्षा न भवति तावत्पर्यन्तं सः ज्ञानस्य विषयः न भवति. तथा एव विशेषणविशेष्यभावः अपि ज्ञानसम्बन्धः. यत्र ज्ञाता अस्ति तत्र ज्ञानस्य विषयः भवति औन्नत्यम् इति गुणः, तदा विशेषणं भवितुम् अर्हति. प्रश्नः अस्ति वा महोदय? भगिनी एकः प्रश्नः, गतसप्ताहे वयं धर्माधर्मी पृथक्तया वक्तुं शक्नोति वा, गुणगुणि विशेषणविशेषण विशेष्यविशेषण धर्माधर्मी? अत्र यथा गुणगुणि इति अस्ति, यस्मिन् गुणः अस्ति सः गुणि. अस्तु, वृक्षे गुणः अस्ति चेत् वृक्षः गुणि. वृक्षे औन्नत्यम् इति गुणः अस्ति, तर्हि औन्नत्ययुक्तः गुणि अस्ति वृक्षः. गुणगुणि इति यथा वदामः तथा एव धर्मधर्मी इति, यस्मिन् धर्मः अस्ति. धर्मः नाम यत्किमपि भवतु, वृक्षे वृक्षत्वम् इति धर्मः, अथवा गुणः धर्मरूपेण अथवा स्वभावरूपेण स्वीकुर्मः चेत् बालकः, तस्मिन् बालकत्वम् इति विशेषणम् अपि अस्ति. तत्र बालकः अस्ति धर्मी, यस्मिन् बालकत्वम् इति धर्मः अस्ति सः धर्मी. यथा गुणगुणि इति वदामः तथा एव धर्मधर्मी इति अपि. इति प्रश्नः आसीत् वा? आमां. तर्हि अद्यतनविषये यथा ज्ञानम् अस्ति, यदा ज्ञानमस्ति तदा गुण विशेषविशेषविशेषविशेषणभावः वर्तते, किन्तु गुणगुणीभाव अथवा धर्मधर्मीभाव सदा वर्तते इति. सत्यं, गुणगुणिः गुणगुणिनोः मध्ये सम्बन्धः अथवा धर्मधर्मिणोः मध्ये यः सम्बन्धः, सः सम्बन्धः सर्वदा वर्तते. किन्तु विशेषणविशेष्यभावः तदा उत्पन्नः भवति यदा ज्ञाने एव तं ज्ञातुं कोऽपि ज्ञाता भवति अथवा ज्ञानस्य अपेक्षा भवति, तदा एव विशेषणविशेष्यभावः उत्पन्नः भवति. अस्तु, के के आगतवन्तः अनन्तरं मध्ये? नमस्ते भगिनि, अहं लक्ष्मी वदामि तनदेनगरतः. अस्तु लक्ष्मी भगिनि, अनन्तरं? न, मम टेलिफोन् लैन् दूरवाणी लैन् सम्यक् नासीत् तथा. अस्तु अस्तु अस्तु, तर्हि प्रथमः निकषः अस्ति ज्ञाता ज्ञाता अपेक्षितः, विशेषणविशेष्यभावः अस्ति इति ज्ञातुं ज्ञाता अपेक्षितः. उन्नतः वृक्षः इति वदनेन औन्नत्यम् अपि च वृक्षः अनयोः मध्ये गुणगुणिसम्बन्धः सर्वदा वर्तते. किन्तु यत्र ज्ञाता अस्ति, कोऽपि जनः ज्ञातुम् इच्छति औन्नत्यम् इति गुणः अस्ति वृक्षे इति, तदा एव विशेषणविशेषभावस्य सम्भावना अस्ति इति प्रथमः निकषः. तर्हि विशेषणविशेषभावः ज्ञानसम्बद्धः न तु पदार्थसम्बद्धः इति प्रथमः निकषः अस्ति. अस्तु, अग्रे रागिनी भगिनी पठति वा? आम्, आधार आधेयभावः अपि पदार्थसम्बन्धः सम्बद्धः न तु ज्ञानसम्बद्धः. अतः घटः भूतले अस्ति इति स्थितौ घटः आधेयः, भूतलम् आधारः. ज्ञानस्य विषयः नास्ति चेदपि, ज्ञाता कोऽपि नास्ति चेदपि, तत्र आधार आधेयभावः यतोहि अयं भावः पदार्थसम्बद्धः. अतः आधार आधेयभावः गुणगुणीभावः चेत् अनयोः कृते ज्ञाता नापेक्षितः. किन्तु विशेषणविशेष्यभावः ज्ञानसम्बद्धः, अतः तत्र ज्ञाता तत्र नितराम् अपेक्षितः इति सार्वत्रकनियमः. बालके बालकत्वम् इति जातिः अस्ति, तत्र जातिव्यक्तयोः सम्बन्धः अस्ति एव. किन्तु सा च जातिः तदानीं विशेषणम् इति वदामः यदा तादृशं ज्ञानं कस्यचित् मनसि अस्ति. अस्तु, अग्रिमवाक्यमपि पठतु. आहत्य बालके औन्नत्यम् इति गुणः, बालकत्वम् इति जातिः, धनम् इति द्रव्यं, लेखनक्रिया इति कर्म, घटाभावः इति अभावः, एते सर्वे विशेषणं भवन्ति यदा ज्ञानस्य विषयः सन्ति, नो चेत् न इति सामान्यनियमः. अस्तु भगिनि, किं बुद्धम् अधुना? अत्र लिखितमस्ति पूर्वं वयं दृष्टवन्तः यदि ज्ञानं नास्ति चेत् विशेषणं न भवितुम् अर्हति, विशेषणस्य ज्ञानं न भवति. तत्र किञ्चित् अग्रे लिखितमस्ति यत्र आधार आधेयभाव वयं वदामः घटः तत्र आधार आधेयभावः अस्ति, तत्र ज्ञानस्य विषयः यदि नास्ति चेदपि अपि च ज्ञाता कोऽपि नास्ति चेदपि आधार आधेयभावः अस्ति एव. किमर्थं चेत् एतत् पदार्थसम्बद्धः अस्ति, अयं भावः पदार्थसम्बद्धः अस्ति. अत्र आधार आधेयभावः गुणगुणीभावः तत्र ज्ञाता न अपेक्षितः. सत्यम् इत्येव सारांशः अस्ति. गुणगुणिनोः मध्ये यः सम्बन्धः अस्ति अथवा आधार आधेयभावः इति यः भावः अस्ति सः तु सर्वदा भवति. पदार्थसम्बद्धः विषयः न तु ज्ञानसम्बद्धः. यथा घटः भूतले अस्ति चेत् तत्र भूतलं तु आधारः अस्ति, घटः आधेयः, तयोः मध्ये आधारः आधेयभावः तु अस्त्येव. तन्निमित्तं ज्ञाता भवतु इति अपेक्षा नास्ति. किन्तु घटवत् भूतलम् इति ज्ञानं तदा भवति यदा तस्य ज्ञानस्य अपेक्षा भवति. यत्र ज्ञानस्य विषयः भवति घटः भूतलम् इति, तदा घटवत् भूतलम् इति उक्त्वा तयोः मध्ये विशेषणविशेष्यभावः निर्मितः भवति. नो चेत् न. तर्हि प्रथमः निकषः अस्ति ज्ञानस्य विषयः भवतु पदार्थः, नो चेत् विशेषणविशेष्यभावः न सम्भवति इति. अत्र अत्रापि उक्तमस्ति उदाहरणत्वेन बालके औन्नत्यं, बालक इति गुणः, बालकत्वम् इति जातिः, धनम् इति द्रव्यं, लेखनक्रिया इति कर्मः, घटाभावः इति अभावः, एते सर्वे सर्वदा भवन्ति बालके. किन्तु विशेषणं तदा भवन्ति यदा एते सर्वे ज्ञानस्य विषयाः भवन्ति, तदा एव एते विशेषणं भवन्ति इति सामान्यनियमः अस्ति विशेषणविशेष्यभावस्य. कोऽपि प्रश्नः अस्ति वा एतावता? सर्वे पदार्थाः सामान्य विशेषणविशेषभाव भवति ज्ञानसम्बन्ध. सर्वे पदार्थाः द्रव्यं, गुण, कर्म, सामान्यं, समवायभाव, अभावभाव, विशेषभाव, सर्वे विशेषणविशेषभाव भवितुं शक्नोति यदा ज्ञानसम्बन्धम् अस्ति. यदा ज्ञानस्य विषयः भवति ज्ञानस्य विषयः भवति सर्वदा ज्ञानसविषयकपदार्थः इति पूर्वमपि पठितम् अस्माभिः. यदा वयं ज्ञातुम् इच्छामः बालकः कीदृशः इति, उन्नतः बालकः सः इति उत्तरं भवति. बालकः कीदृशः इति ज्ञातुम् इच्छामश्चेत् तदा एव औन्नत्यम् इति गुणः बालकस्य विशेषणं भवति, नो चेत् न. नो चेत् बालके औन्नत्यं तु भवति एव. गुणगुणिनोः मध्ये यथा सम्बन्धः भवति तथा. किन्तु विशेषणविशेष्यभावः न उदेति यावत्पर्यन्तं ज्ञानस्य विषयः भवति अयम्. अस्तु, अग्रे शिवरामकृष्णमहोदय पठति वा? पठामि भगिनि. इतः अग्रे एषु पञ्चसु आधार आधेयभावः अस्ति एव. औन्नत्यं, बालकत्वं, धनं, लेखनक्रिया, घटाभावः, एते सर्वे आधेयाः, बालकः च तेषाम् आधारः. अतः प्रश्नः उदेति यत्र यत्र विशेषणविशेष्यभावः तत्र तत्र विशेषणम् आधेयमिति वा? अस्तु, प्रश्नः कः इति उच्यताम्. प्रश्नः अत्र प्रश्नः अस्ति यत्र विशेषणविशेष्यभावः अस्ति तत्र विशेषणम् आधेयम् इति वा न वा, तत्तु प्रश्नः अस्ति. उन्नतः बालकः इति वदामिश्चेत् तत्र विशेषणं किम्? उन्नतः खलु विशेषणं तु विशेषणवाचक अस्ति. औन्नत्यं उन्नतः बालकः खलु विशेषणं खलु औन्नत्यम् इति विशेषणम् अस्ति. औन्नत्यं च कुत्र अस्ति? बालके अस्ति. औन्नत्यं बालके अस्ति, तर्हि औन्नत्यम् आधेयः इत्युक्ते विशेषणम् आधेयः, बालकः आधारः, तयोः मध्ये आधाराधेयभावः अस्ति. इदानीं बालकत्वम् इति जातिः विशेषणत्वेन स्वीकुर्मश्चेत् तत्र बालकत्वं कुत्र अस्ति? बालके अस्ति. बालके अस्ति. धनवान् बालकः इति वदामि, तत्र विशेषणं किम्? धनत्वं खलु. धनमपि कुत्र अस्ति? बालके अस्ति. बालके अस्ति. लेखनक्रियावान् बालकः इति वदामिश्चेत् लेखनक्रिया कुत्र अस्ति? बालके अस्ति. घटाभाववान् बालकः इति पुनः वदामिश्चेत् घटाभावः बालके एव अस्ति. बालके अस्ति. तत्र सर्वत्र आधाराधेयभावः अस्ति. विशेषणं विशेष्ये आधेयरूपेण तिष्ठति इति सर्वदा नियमः अस्ति वा इति प्रश्नः. तत्र किं प्रश्नस्य उत्तरं किम् इति अग्रे पठेम. पठतु महोदय कृपया. आम्, अत्र उदाहरते यत् एकस्मिन् प्रकोष्ठे केचन बालकाः सन्ति, तेषु अन्यतमः रामबालकः, स च लेखनीम् इच्छति. रामस्य पुरतः चतस्रः लेखन्यः सन्ति, किन्तु ताः लेखन्यः न इच्छति सः. तस्य मित्रं तं पृच्छति, का लेखनी इष्यते भवता? प्रकोष्ठे अन्यबालकः श्यामः लिखति, हि हस्ते अस्ति लेखनी. रामः वदति, श्यामस्य हस्ते या लेखनी अस्ति ताम् इच्छामि. अत्र लेखनी विशेष्य श्यामः विशेषणं लेखन्याः, किन्तु लेखनी विशेष्य सत्यपि आधेय न तु आधारः. श्यामः विशेषणं सत्यपि आधारः न तु आधेयः. अतः यत्र आधाराधेयभावः अस्ति तत्र विशेषणम् आधेयम् अपि भवितुम् अर्हति, आधारः अपि भवितुम् अर्हति. अस्तु, किं बुद्धम् इति उच्यताम्? अत्र यदा प्रश्नः पूर्वस्मिन् वाक्ये प्रश्नः अस्ति, तत् विवरणमस्ति अत्र उदाहरणेन. एकप्रकोष्ठे बालकाः सन्ति, अत्र तु राम नाम बालकः अस्ति, सः लेखनीम् इच्छति. तत्र लेखन्यः अपि सन्ति, किन्तु सः तु अन्य श्यामस्य लेखनीय श्यामस्य अन्यः अपि बालकः तत्र अस्ति, सः तु श्यामस्य लेखनी एव इच्छति. श्यामस्य हस्ते यः लेखनी अस्ति तामेव सः इच्छति. अत्र लेखनी विशेषः अस्ति, श्यामः विशेषणं लेखन्या. रामः श्यामस्य लेखनीम् इच्छति. रामः श्यामस्य लेखनीं, कीदृशीं लेखनीम् इच्छति? श्यामस्य लेखनीम् इच्छति. तर्हि लेखनी इति विशेष्यम् अस्माकम् अत्र अधुना. अस्तु, तस्य विशेषणं किं लेखन्याः? श्यामस्य लेखनी, तर्हि लेखनी विशेष्य श्यामः इति विशेषणम्. अत्र आधारः कः, आधेयः कः? आधारः श्यामः, आधेयः लेखनी खलु. हा, लेखनी. तर्हि विपरीतक्रमेण अस्ति. पूर्वम् अस्माभिः उक्तम् औन्नत्यं बालके अस्ति, तत्र विशेषणम् अस्ति आधेयः, विशेष्यम् अस्ति आधारः. किन्तु अधुना तथा नास्ति. विशेष्यम् अस्ति लेखनी, विशेष्या अस्ति लेखनी, लेखनी अस्ति आधेयः, श्यामः इति विशेषणमस्ति, श्यामः अस्ति आधारः, तत्र परिवर्तनं जातम् आधार आध्येययोः मध्ये खलु। श्यामवृत्तित्वम् इति लेखन्याः विशेषणम् अस्ति, श्यामः अस्ति विशेषणं लेखन्याः, परिवर्तनं जातं। यथा उन्नतः बालकः धनवान् बालकः इत्यस्मिन् विशेषणम् आसीत् आधेयः, बालकः आधारः, किन्तु अत्र किञ्चित् विपरीतक्रमेण अस्ति। लेखनी इति विशेष्यम् अस्ति आधेयः, श्यामः इति विशेषणम् आधारः अस्ति। किन्तु अत्रापि आधार आधेयभावः अस्ति। सारांशः अयं, विशेषणमाधेयमपि भवितुमर्हति, आधारः अपि भवितुमर्हति, किन्तु आधार आधेयभावः उभयत्र अस्ति इति। बुद्धं वा? बुद्धं। अस्तु, अजितमहोदय अग्रे पठति वा? आं भगिनि, अग्रे प्रश्नः उदेति, यत्र यत्र विशेषणविशेष्यभावः तत्र तत्र आधाराधेयभावः इति वा इत्युक्तौ, विशेषणं सदा आधेयम् अथवा आधारः, द्वयोर्मध्ये एकः भवति एव इति वा, कुत्रचित् यत्र आधाराधेयभावः नास्ति तत्रापि विशेषणत्वम् अर्हति वा? प्रश्नः अवगतः वा? प्रश्नः, यदा वयं वदामः विशेष्यम् आधारः भवति आधेयः अपि भवति, तदेव एकः प्रश्नः भविष्यति, यत्र यत्र विशेषणविशेष्यभावः तत्र तत्र आधाराधेयभाव वर्तते वा इति, अथवा यत्र आधार आधेयभावः नास्ति तथा तत्र विशेषविशेषणभावः अर्हति वा इति प्रश्नः। इति प्रश्नः। उभयोः प्रसङ्गयोः मध्ये अस्माभिः दृष्टम् आधाराध्येयभावः तु अस्ति एव इति। अत्र पुनः प्रश्नः अस्ति, आधाराध्येयभावस्य आवश्यकता अस्ति एव वा अथवा न भवितुमपि अर्हति वा इति। अस्तु, सन्ध्या भगिनी अग्रे पठति किम्? उत्तरत्वेन चैत्रः इति पुरुषस्य किञ्चित् धनमस्ति, किन्तु पार्श्वे नास्ति अपि तु वित्तकोषस्य पेटिकायाम्। अत्र धनं पेटिकायां न तु चैत्रस्य सविधे, अतः आधाराधेयभावः नास्ति, किन्तु स्वामित्वभावः अस्ति, अतः मतुप्रत्ययस्य प्रयोगः योग्यः। चैत्रः धनवान्, विशेषणविशेष्यभावः अस्ति किन्तु आधाराधेयभावः नास्ति, यतोहि चैत्रः अत्र धनम् अन्यत्र। शारीरिकरूपेण यदा धनं पार्श्वे नास्ति तदा आधाराधेयभावः नास्ति, किन्तु धनं चैत्रस्य तु अस्ति। आधाराधेयभावः धनपेटिकयोः धनं पेटिकायां, तदाधारेण कस्यचित् तादृशं ज्ञानमस्ति चेत् विशेषणविशेष्यभावः अपि अस्ति। स्वत्वस्वामित्वभावधनचैत्रयोः, अतः तदाधारेण कस्यचित् तादृशं ज्ञानम् अस्ति चेत् विशेषणविशेष्यभावः अपि अस्ति, चैत्रः धनवान्। तर्हि मूलप्रश्नः आसीत् आधाराधेयभावः नितराम् अपेक्षितं वा, अपेक्षितः वा न वा इति। तस्य उत्तरत्वेन अत्र किं पठितं भगिनी? तत्र सर्वदा आधाराधेयभावः न आवश्यकः, तत्र स्वत्वस्वामित्वभावः अस्ति चेदपि, आधाराधेयभावः नास्ति चेदपि, तद् यदि स्वत्वस्वामित्व स्वभावस्य ज्ञानं भवति चेदपि तत्र विशेषणविशेष्य सम्बन्धः भवितुम् अर्हति. हा, उदाहरणत्वेन अत्र उक्तं चैत्रः इति कश्चन पुरुषः अस्ति, तस्य समीपे साक्षात् नास्ति धनं, तस्य हस्ते धनं नास्ति, किन्तु वित्तकोषे तस्य अकौण्ट् मध्ये धनम् अस्ति इति चिन्तयन्तु. तदा कस्यचित् ज्ञानं भवति चेत्, तादृशं ज्ञानं वित्तकोषे चैत्रस्य धनम् अस्ति इति, तदा धनवान् चैत्रः इति वक्तुं शक्नुमः, यत्र धनम् अस्ति चैत्रस्य विशेषणं, किन्तु आधार आधेयभावः तत्र साक्षात् नास्ति. स्वत्व स्वामित्वभावः इत्यस्य ज्ञानेन धनं चैत्रस्य विशेषणम् अस्ति इति वक्तुं शक्नुमः. तर्हि आधाराध्येयभावः सर्वदा भवतु इति अपेक्षा न भवति विशेषणविशेषयोः मध्ये. अस्तु, इति सारांशः. अग्रिमवाक्यद्वयमपि पठतु भगिनि. एतावता सारांशः यत् विशेषणविशेष्यभावार्थं ज्ञानस्य विषयः भवेत्, आधाराध्येयभावः अस्ति चेत् विशेषणम् आधेयं भवितुम् अर्हति, आधारः भवितुम् अर्हति, किन्तु विशेषणत्वार्थम् आधाराधेयभावस्य आवश्यकता नास्ति. कुत्रचित् विशेषणविशेष्यभावः भवति यत्र आधाराधेयभावः नास्ति इत्येव. नास्त्येव इति बुद्धं स्यात्. तर्हि आधाराधेयभावः सर्वदा न आवश्यकः भावः नास्ति चेदपि विशेषणविशेष्यभावः भवितुम् अर्हति. हा, सत्यं, तथैव अस्ति. यथा चैत्रस्य अपि च वित्तकोषे तस्य धनस्य अस्तित्वम् आसीत्, तदर्थं धनवान् चैत्रः इति उक्तं. तत्र आधाराधेयभावः इत्यस्य आवश्यकता नास्ति, किन्तु यत्र आधाराधेयभावः अस्ति तत्र विशेषणम् आधेयमपि भवितुम् अर्हति, आधारः अपि भवितुम् अर्हति. अस्तु, तर्हि एतावता इदं विशेषणम् इति वक्तुं के निकषाः आवश्यकाः आसन्. प्रथमं ज्ञातुः आवश्यकता आसीत्. ज्ञातुः आवश्यकता इत्युक्ते एकः ज्ञाता स्यात्, यः ज्ञातुम् इच्छति कीदृशः पदार्थः एषः इति, तदा एव विशेषणविशेषभावः उद्भवति. अनन्तरं विशेषणम् आधारः अपि भवितुमर्हति, आधेयः अपि भवितुमर्हति, किन्तु आधाराधेयभावः सर्वदा भवतु इति कोऽपि नियमः नास्ति. तर्हि अस्माकं मूलप्रश्नः आसीत् समवायसम्बन्धः विशेषः च, एतौ अपि विशेषणे भवितुम् अर्हतः वा इति मूलः प्रश्नः. तस्य उत्तरम् अग्रे अस्ति. अस्तु, राजेन्द्रमहोदय पठति वा? आं भगिनि. अधुना समवायसम्बन्धः विशेषणं भवितुम् अर्हति वा इति प्रश्नः. उदाहरणार्थम् अभावविषये वायोः रूपं नास्ति. अत्र यदि रूपं वायोः अभविष्यत् तर्हि समवायसम्बन्धेन अभविष्यत्, अतः वायोः रूपं नास्ति समवायसम्बन्धेन. तत्र रूप अभावस्य प्रतियोगितारूपे इयं प्रतियोगिता समवायसम्बन्ध अवच्छिन्ना. समवायसम्बन्धः अस्याः प्रतियोगितायाः अवच्छेदकसम्बन्धः, अतः इयं प्रतियोगिता विद्यते समवायसम्बन्धेन. कस्याः प्रतियोगितायाः विद्यते इति चेत् इयं समवायसम्बन्धावच्छिन्ना प्रतियोगिता कस्याः भिन्नाः इति चेत् कालिकसम्बन्धेन रूपं वायोः अस्ति, रूप अभावः नास्ति. कालिकसम्बन्धेन वायुः अपि अस्ति, रूपमपि अस्ति, अतः यत्र कालिकसम्बन्धे अवच्छेदकः भवति तत्र रूप अभावः नास्ति. यत्र समवायसम्बन्धस्य अवच्छेदकत्वम् अस्ति तत्र प्रतियोगिता भिन्ना, इयं च कालिकसम्बन्धावच्छिन्ना प्रतियोगिता भिन्ना. तर्हि प्रश्नः आसीत् समवायसम्बन्धः विशेषणं भवति न वा इति. वयं दृष्टवन्तः यत् प्रथमतया ज्ञाता अपेक्षितः विशेषणं भवितुम्. आधाराधेयभावः भवति चेत् न भवति चेदपि विशेषणं कश्चन पदार्थः भवितुम् अर्हति. अत्र समवायसम्बन्धः इति स्वीकृतः. समवायसम्बन्धप्रसङ्गे पूर्वमपि वयं दृष्टवन्तः समवायसम्बन्धावच्छिन्नप्रतियोगिता अथवा संयोगसम्बन्धावच्छिन्नप्रतियोगिता इत्यादिकं. रूपम् इति गुणः वायुः इति द्रव्ये नास्ति, तत्र रूपस्य अभावः अस्ति, तस्य अभावस्य प्रतियोगिता अस्ति. तस्य अभावस्य प्रतियोगिता अस्ति रूपम्. अस्तु, इयं च प्रतियोगिता केन सम्बन्धेन अवच्छिन्ना अस्ति? समवायसम्बन्धेन अवच्छिन्ना अस्ति एषा प्रतियोगिता. तर्हि एषा प्रतियोगिता संयोगसम्बन्धावच्छिन्नप्रतियोगितायाः भिद्यते किल? तदर्थम् अत्र समवायसम्बन्धः इति अपि विशेषणं भवितुम् अर्हति. प्रतियोगितायोः मध्ये तत्र भेदं स्थापयति समवायसम्बन्धावच्छिन्नप्रतियोगिता, संयोगसम्बन्धावच्छिन्नप्रतियोगिता इत्यादिकं. तथा एव यदि वायौ रूपम् अभविष्यत् तर्हि वायौ रूपं कालिकसम्बन्धेन अभविष्यत् यदि भवति चेत् तदा कालिकसम्बन्धावगच्छामि. तत् न अवगच्छामि. इदानीं तु सम्यक् अस्ति, समवायसम्बन्धेन अभावः अस्ति, परन्तु कालिकसम्बन्धेन कथम् आगच्छति न अवगच्छामि. मम प्रश्नः अपि अयमेव आसीत्. महोदयं पृष्टवती, तेन उक्तं यद् रूपस्य अभावः अस्ति तदा रूपाभावस्य प्रतियोगिता समवायसम्बन्धावच्छिन्ना भवति. किन्तु यदा यदा रूपे वायौ रूपं भवति स च रूपं कालिकसम्बन्धेन वायौ भवति इति महोदयेन उक्तम्. अस्तु, कालिकसम्बन्धेन रूपं वायौ अस्ति चेत् रूपाभावः नास्ति, तदा कालिकसम्बन्धः अवच्छेदकः भवति इति महोदयेन उक्तं. केवलं प्रायः अग्रे वयं पठामः अथवा भवान् अग्रिमसप्ताहे पृच्छतु, किन्तु केवलं प्रदर्शयितुं यत् समवायसम्बन्धः अपि विशेषणं भवितुमर्हति, यतोहि समवायसम्बन्धेन एका प्रतियोगिता अपरस्याः भिन्ना अस्ति इति दर्शयितुम्. तावत् बुद्धं वा राजेन्द्रमहोदय? किञ्चित् संशयः अस्ति कालिकसम्बन्ध. आमाम्, आम् मम अपि संशयः अस्ति कालिकसम्बन्धविषये. किन्तु समवायसम्बन्धः पञ्चपदार्थः गुणजातिकर्मद्रव्य अभावः तु विशेषणानि आसन् इति पूर्वं, विशेषणानि भवन्ति इति पूर्वं दृष्टवन्तः. किन्तु समवायः विशेषः, तौ भवितुम् अर्हतः वा न वा इति प्रश्ने कृते आं भवन्ति, यतोहि समवायसम्बन्धेन एका प्रतियोगिता एकस्याः प्रतियोगितायाः अवच्छेदं भवति अपरस्मिन् सन्दर्भे अपरेण सम्बन्धेन सा एव प्रतियोगिता अवच्छिन्ना भवति. तर्हि तत्र भेदः स्थापयति समवायसम्बन्धः इति मुख्यविषयः अस्ति. बुद्धं वा? आम्, कालिकसम्बन्धः अत्र आसीत् पूर्वं यथा महोदय पाठितवान्, भवती अपि पाठितवान्, स्वरूपसम्बन्धेन अस्ति वा कालिक विशेषतया कालिकसम्बन्धः? आम्, कालिक दैशिकविशेषणता कालिकविशेषणता इति खलु स्वरूपसम्बन्धः अस्ति. तर्हि प्रायः अग्रे वयं पठिष्यामः कालिकसम्बन्धस्य विषये. किन्तु यत्र समवायसम्बन्धः भवति तत्र प्रतियोगिता भिन्ना भवति, यत्र कालिकसम्बन्धः भवति तत्र प्रतियोगिता भिन्ना भवति इति मुख्यः विषयः। तर्हि समवायसम्बन्धः अपि विशेषणं भवितुमर्हति। भगिनी तर्हि तत्र समवायस्य प्रतियोगिता तत्र भिन्ना अस्ति अतः विशेषणं भवितुम् अर्हति, तद् किञ्चित् नास्ति स्पष्टं। तत्र प्रतियोगिता भिन्ना अस्ति चेदेव विशेषणं, तत्र कथं वा तद् निकषः अभवत् प्रतियोगिता भिन्ना आवश्यकः? न, प्रतियोगिता समवायसम्बन्धावचिन्न प्रतियोगिता भिन्ना, कालिकसम्बन्धावचिन्न प्रतियोगिता भिन्ना, संयोगसम्बन्धावचिन्न प्रतियोगिता भिन्ना। आम्, हा, तत्र यत्र समवायसम्बन्धः अस्ति तत्र प्रतियोगिता भिन्ना अस्ति, समवायसम्बन्धेन भिद्यते, अवच्छेदकधर्मः समवायसम्बन्धः इति अस्ति, तदर्थम् इयं प्रतियोगिता अपरस्याः भिद्यते। प्रतियोगितायां भेदः अस्ति अतः विशेषणं भवितुम् अर्हति इति निष्कर्षः वा तत्र? सत्यम्। अस्तु भगिनि, यदा अत्र अभावस्य चर्चा अस्ति कस्यापि अभावकारणेन, तथैव स्वरूपसम्बन्ध अवच्छेदकता आगच्छति वा कालिकसम्बन्धेन? यथा यथा अभावः न अस्ति, गुणगुणी अस्ति, तथा पूर्वं तु समवायसम्बन्धः अस्ति एव, परन्तु भवतः भवतः प्रश्नः अस्ति स्वरूपसम् अभावः कालिकसम्बन्धेन वा, कालिकविशेषणतया वा अथवा दैशिकविशेषणतया वा भवति, तर्हि सः सम्बन्धः अपि विशेषणम् अस्ति वा इति प्रश्नः खलु? अस्ति नास्ति तत्तु तादूरी अहं न गतवान्, परन्तु कालिकसम्बन्धेन कथम् आगच्छति अत्र? हा, कालिकसम्बन्धेन कथं रूपम् अस्ति इति प्रश्नः, हा, महोदयः प्रष्टव्यः, मम अपि सारा संशयः अस्ति तत्र, प्रायः ई पत्रमाध्यमेन वा अथवा अग्रिमे सप्ताहे पृच्छामः। अस्तु भगिनि, अस्तु भगिनि, अत्र कालिकसम्बन्धः वा स्वरूपसम्बन्धः वा समवायसम्बन्धः वा तत्र विशेषणं किम् अथवा विशेष्यं किम्? समवायसम्बन्धः विशेषणम्। आम्, समवायसम्बन्धः विशेषणं, कालिकसम्बन्धः विशेषणं, स्वरूपसम्बन्धः इति अपि विशेषणम्। यत्र अवच्छेदकधर्मः भवति समवायसम्बन्धः तत्र विशेषणमस्ति, यतोहि प्रतियोगितायां भिन्नतां प्रदर्शयति। अस्तु, रश्मी भगिनी पठति वा अग्रे, अधुना स्मर्यते। अधुना स्मर्यते यत्र, श्रूयते वा भगिनी, शृणोति वा? श्रूयते। अधुना स्मर्यते यत्र खडः भूतले अस्ति तत्र आधार आधेयभावः अस्ति, कस्यचित् ज्ञानस्य विषयः नास्ति चेदपि आधाराधेयभावः अस्ति, यतोहि आधाराधेयभावः पदार्थसम्बन्धः न तु ज्ञानसम्बन्धः, अवच्छेदक अवच्छेद्यभावः अपि तथा, ज्ञाता नास्ति चेदपि एतादृशभावः भवति, किन्तु विशेषणत्वं तदा भवति यदा कस्यचित् ज्ञानस्य विषयो भवति, अतः ज्ञाता नास्ति चेत् अवच्छेदक अवच्छेद्यभावः अस्ति, किन्तु विशेषणविशेष्यभावः नास्ति, केवलं वदामः यत् प्रतियोगिता भिद्यते समवायसम्बन्धस्य अवच्छेदकत्वेन तत्तु विशेषणार्थं पर्याप्तं नास्ति. समवायसम्बन्धस्य ज्ञानाभावे अवच्छेदकत्वं भवति किन्तु विशेषणत्वं नास्ति. ज्ञानम् अस्ति चेत् अवच्छेदकत्वम् अपि अस्ति विशेषणत्वम् अपि अस्ति. अस्तु, पुनः उक्तं यथा आधारादेयभावः तु भवति एव किन्तु यावत्पर्यन्तं ज्ञानस्य अपेक्षा नास्ति तावत्पर्यन्तं विशेषणविशेष्यभावः न भवति. तथा एव समवायस्य विषये अपि समवायसम्बन्धावच्छिन्नप्रतियोगिता इति यदा वदामः तत्र अवच्छेदक अवच्छेद्यभावः अस्ति. प्रतियोगिता समवायसम्बन्धः अनयोः मध्ये तादृशः भावः अवच्छेदकावच्छेद्यभावः सर्वदा भवति किन्तु विशेषणविशेष्यभावः न भवति यावत्पर्यन्तं ज्ञाता नास्ति तावत्पर्यन्तम्. तर्हि समवायसम्बन्धस्य ज्ञानाभावे अवच्छेदकत्वं भवति किन्तु विशेषणत्वं नास्ति. ज्ञानमस्ति चेत् अवच्छेदकत्वमपि अस्ति विशेषणत्वम् अपि अस्ति इति उक्तम् अत्र. बुद्धं स्यात्. तात्पर्यं ज्ञानं नास्ति चेत् विशेषणविशेषभावः नास्ति. नास्ति, आम् सत्यम्. किन्तु अन्ये भावाः भवन्ति आधारादेयः गुणगुणिनोः मध्ये सम्बन्धः अवच्छेदक अवच्छेद्यभावः एतत् सर्वं भवति किन्तु विशेषणविशेष्यभावः भवति. तदा भवति यदा ज्ञाता अस्ति ज्ञातुम्. अस्तु, जयन्ती भगिनी अग्रे पठति वा? आं भगिनि. अग्रे कुत्रचित् इतः खलु अग्रे कुत्रचित् सत्यं सत्यम् अग्रे कुत्रचित् समवाय अग्रे क्षम्यताम् अग्रे कुत्रचित् समवायसम्बन्धः सम्बन्धेन पृथिव्यां शैत्यं समवायसम्बन्धेन जले उभयत्र समवायसम्बन्धः अपि च तर्कसङ्ग्रहग्रन्थे उच्यते यत् समवायः इति पदार्थः एक एव. एक एव इति चेत् गन्धः शैत्यं च यद्यपि भिन्नं किन्तु गन्धः च शैत्यं च समानसमवायसम्बन्धेन स्वस्य आधारे युक्तम्. अत्र समस्या व्युत्पन्ना. समवायसम्बन्धः सर्वत्र समानः इति चेत् यत्र द्वे वस्तु समवायसम्बन्धेन युक्ते कथं वा सम्बन्धभेदात् भिद्येत. अत्र प्राचीननैयायिकैः उच्यते यत् यथा आकाशः एक एव आकाशः एक एव तथापि उपाधिभेदात् नाम देशभेदात् भिन्नः उत्तरस्यां दिशि दक्षिणस्यां दिशि तथैव अत्र गन्धयुक्तसमवायः शैत्ययुक्तसमवायः इत्यनेन भेदः साध्यते किन्तु अन्ते तावत् सन्तोषजनकं नासीत् इति भाति यतोहि नव्यनैयायिकैः समवायः एक एव इति सिद्धान्तः त्यक्तः. अत्र पुनः शीघ्रमेव सारांशरूपेण वदामि. गन्धः समवायसम्बन्धेन पृथिव्याम् अस्ति, शैत्यमपि समवायसम्बन्धेन पृथिव्याम् अस्ति. तर्हि अधुना प्रश्नः उदेति उभयत्र समवायसम्बन्धः अपि च पूर्वम् एव विद्याधरीग्रन्थे दृष्टं समवायः इति पदार्थः एकः एव इति. तदा प्रश्नः भवति तर्हि गन्धवती पृथ्वी इत्यां इत्यस्य ज्ञानेन यः समवायसम्बन्धः दृश्यते गन्धपृथ्व्योः मध्ये सः समवायः शैत्यं जले शैत्यमस्ति इति यदा वदामः सः समवायः एकः एव अस्ति चेत् समवायः कथं भिद्येत, तेन समवायः कथं विशेषणं भवितुमर्हति इति. अत्र तदर्थम् अत्र समस्या अस्ति. तर्हि अत्र कश्चित् भेदः अस्ति प्राचीननयायिकानाम् अपि च पुनः नूतननयायिकानां मते तत्र अस्ति कश्चन भेदः. किन्तु नूतनानाम् अवगमनार्थं गन्धयुक्तसमवायः शैत्ययुक्तसमवायः इति भेदं स्थापयित्वा समवायः अपि भवितुमर्हति विशेषणम् इति सिद्धान्तः अस्ति. तर्हि अत्र नूतनानां नवीननयायिकानां मते समवायः एकः एव इति सिद्धान्तः त्यक्तः स्यात् इति उक्तमस्ति अत्र. तावदेव. तर्हि एकः एव इत्युक्ते किं भगिनि? समवायः एकः एव इत्युक्ते यथा आकाशः एकः एव अस्ति तथा समवायः एकः एव मूलग्रन्थे तर्कसङ्ग्रहग्रन्थे उक्तं समवायः एकः एव. सः सम्बन्धः समवायः इति सम्बन्धः एकः एव अस्ति इति. गन्धपृथिव्योः मध्ये भवतु अथवा जलशैत्ययोः वदतु. सर्वेषु पदार्थेषु वा कश्चन पदार्थेषु समवायसम्बन्धेन कश्चित् वर्तते खलु, तत्तु एकमेव वा? आम् आम् सत्यं. पूर्वमपि उक्तं विशेषस्तु अनन्ताः समवायः एकः इति वाक्यानि आसन् खलु. आम् तर्हि ग्रन्थे उक्तमस्ति समवायः एकः एव इति. किन्तु नवीननायायिकाः गन्धयुक्तसमवायः शैत्ययुक्तसमवायः इति उक्त्वा समवायः अपि भिन्नभिन्नः भवति इति वदन्तः सन्ति. तर्हि प्रायः तैः समवायः तु एकः एव इति सिद्धान्तः त्यक्तः स्यात् इति उक्तमस्ति अत्र. अस्माकं मूलविषयः समवायः विशेषणम् अस्ति न वा इति चर्चार्थम् एतत् सर्वम् उक्तम्. अस्माकं ज्ञानमस्ति अधुना समवायः अपि विशेषणमस्ति इति, समवायः अपि विशेषणम् इति. अस्तु, अग्रे विशेषः इति इतोपि एकः पदार्थः अवशिष्टः. सः पदार्थः विशेषणम् अस्ति चेत् कथं भवति इति लिखितम् अस्ति. सरला भगिनी अग्रे पठति वा? अग्रे विशेषः विशेषणं भवति वा? भवति, आम्, किन्तु केवलं परमाणोः, अपि च केवलं ज्ञानसम्बद्धे सन्दर्भे. कोऽपि न जानाति चेत् विशेषणत्वं नास्ति, अपि च परमाणु इति विषये नास्ति चेत् विशेषस्य प्रसङ्गः नास्ति. अग्रे अपि पठतु. ओके, एतदर्थं सर्वविचिन्त्य अस्मित्करपत्रे बालकस्य दृष्टान्तावसरे पञ्चविशेषणानि दत्तानि. बालके औन्नत्यम् इति गुणः, बालकत्वम् इति जाति, धनम् इति द्रव्यं, लेखनक्रिया इति कर्म, घटाभाव इति अभाव. पञ्चभिः बालक विशिष्यते, अतः विशेषणपञ्चकम् अस्ति. समवाय च विशेषस्य च कुत्रचित् विशेषणत्वं विद्यते, अत्र पृथक्त्या प्रतिपादितं यतो हि तयोः विशेषणार्थं निकष इतोपि नियमितः. तर्हि बुद्धं स्यात् विशेषः अपि अस्ति विशेषणं. विशेषः इति यः पदार्थः अस्ति सः अपि विशेषणं, किन्तु केवलं परमाणोः कृते एव विशेषणं भवति, न तु अपरेषां द्रव्याणां कृते. यथा समवायः इति प्रतियोगितायाः एव अस्ति आसीत् अवच्छेदक अवच्छेद्यधर्मः यत्र अस्ति तत्र आसीत् समवायः इति विशेषणम्. अपि च समवायस्य विषये इतोपि एका समस्या आसीत्, गन्धयुक्तसमवायः वा शैत्ययुक्तसमवायः अथवा एकः एव समवायः इति समस्या आसीत्. तदर्थं विशेषः समवायः अनयोः निकषः बहु नियमितः अस्ति. नियमितः नाम कन्स्ट्रेण्ट् अस्ति. उदाहरणत्वेन विशेषः तदा एव विशेषणं भवति यत्र परमाणोः स्तरे चर्चा भवति. नो चेत् विशेषणत्वं न भवति परमाणोः विशेषस्य इति. तर्हि सारांशरूपेण समवायः अपि च विशेषः अपि भवितुम् अर्हतः, विशेषणं भवितुम् अर्हतः. अपि च सामान्य उदाहरणे बालके बालकत्वम् औन्नत्यम् इत्यादिकम् उक्तमासीत्, तत्र गुणकर्म क्रिया अभावः अपि च द्रव्यं विशेषणं भवितुम् अर्हन्ति इति अस्ति सारांशः. बुद्धं वा एतावता? तर्हि पुनः एकवारं पठन्तु गृहे, प्रायः स्पष्टं भवति. अस्तु, तर्हि किञ्चित् उपरि गच्छन्तु. उन्नतशब्दस्य सीमा का इति आसीत् गते सप्ताहे. तावत्पर्यन्तं वयं पठितवन्तः. तर्हि कोऽपि रत्ना भगिनी वदति वा उन्नतशब्दस्य सीमा का, उन्नतशब्देन किं किं ज्ञायते इति? पठामि वा भगिनी अथवा न? केवलं गते सप्ताहे वयं पठितवन्तः, तर्हि केवलं सारांशरूपेण वदतु उन्नतशब्दस्य सीमा का इति. अथवा एकवारं सर्वं पठित्वा वदतु, शीघ्रमेव सर्वं पठ. अस्तु अस्तु. उन्नतशब्दस्य सीमा का. तर्हि उन्नतः वृक्षः इत्यत्र उन्नतः शब्दः विशेषणवाचकः. तत्र उन्नतः इति शब्देन उन्नतत्वम् इति गुणः, तादृशगुणेन युक्तः इति एतावत् एव ज्ञायते, न तु वृक्षः इति. वृक्षः इति ज्ञातव्यं चेत् अग्रे वृक्षः इति शब्दः प्रयोक्तव्यः. उन्नतः उन्नतः इत्येव वदामः चेत् कः उन्नतः इति न ज्ञायते. कश्चन उन्नतः इत्येतावत् एव ज्ञायते. इत्युक्ते वृक्षः, वृक्षः इति शब्देन एव बोध्यते, न तु उन्नतः इति शब्देन. तर्हि उन्नतशब्देन वस्तुतः किं बोध्यते इत्युक्ते औन्नत्ययुक्तः कश्चन पदार्थः इति एतावत् एव. अस्तु, तदर्थम् एव उच्यते औन्नत्यरूपगुणेन गुणेन युक्तम् इति अखण्डं यत् अस्ति तस्मिन् अखण्डे अर्थे एकदेशरूपेण औन्नत्यम् इति गुणः तत्र भवति. एकदेशः इत्युक्ते एकः भागः. अत्र उन्नतशब्दस्य अर्थः औन्नत्ययुक्तपदार्थः. अतः वस्तुतः उन्नतः इति कथनेन वृक्षस्य भागं न भवति. वृक्षस्य बोधः क्षम्यतां भानं वृक्षस्य भानं न भवति, वृक्षस्य बोधः न भवति. वृक्षस्य बोधः अपेक्षितः चेत् वृक्षः इति एव शब्दः प्रयोक्तव्यः. उन्नतः इति शब्देन औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इत्येव बोधः अस्माकं भवति, न तु वृक्षस्य बोधः. तर्हि अग्रे एतावता किम् अवगतम्? उन्नतशब्दस्य काचित् सीमा अस्ति. आम्, इत्युक्ते उन्नतशब्दः विशेषणवाचकशब्दः अस्ति, किन्तु उन्नतः इति वदामः चेत् उन्नतः कः इति न ज्ञातुं शक्नुमः. उन्नतः वृक्षः इति वदामः चेत् एव ज्ञातुं शक्नुमः, नो चेत् पदार्थः उन्नतपदार्थः कः इति अस्माकं ज्ञानं न भवति. अस्तु, तर्हि उन्नतशब्दस्य अखण्डः अर्थः अस्ति. अखण्ड अर्थे किं किं ज्ञायते? अखण्डार्थः इत्युक्ते समग्रार्थः, उन्नतः इति वदामश्चेत् प्रथमतया गुणः ज्ञायते वा? औन्नत्यम् इति गुणः ज्ञायते. हा, औन्नत्यम् इति अखण्डार्थे औन्नत्यं गुणः इति एकः भागः. अपरः भागः कः? रूपः. औन्नत्ययुक्तपदार्थः. अस्तु, एकः भागः अस्ति औन्नत्यम् इति गुणः, अपरः भागः अस्ति औन्नत्ययुक्तपदार्थः. कः पदार्थः इति न ज्ञायते, किन्तु कश्चन पदार्थः औन्नत्ययुक्तः इति ज्ञायते. तर्हि औन्नत्य उन्नतः शब्दस्य वदनेन अंशद्वयं ज्ञायते, औन्नत्यम् इति गुणः अस्ति अपि च औन्नत्ययुक्त कश्चन पदार्थः अस्ति, तावदेव ज्ञायते. सः पदार्थः कः इति ज्ञानार्थम् इतोपि वक्तव्यं भवति. इयमेव सीमा अस्ति उन्नतशब्दस्य. अस्तु वा? आम्. अग्रे लक्ष्मी भगिनी पठति किम्? भगिनी, एकः प्रश्नः अस्ति अत्र, औन्नत्यरूपगुणेन युक्तम् इति. औन्नत्यरूपगुणेन? औन्नत्यरूपगुणेन, औन्नत्य नाम गुणेन युक्तः अस्ति कश्चन पदार्थः इति एकः इति अखण्डम् अस्ति तस्य पदस्य अर्थः. औन्नत्यम् इति गुणः ज्ञायते अपि च औन्नत्यगुणेन युक्तः कश्चन पदार्थः इति ज्ञायते, किन्तु कः पदार्थः इत्यस्य बोधः न भवति इति अर्थः अस्ति. अस्तु, अग्रे लक्ष्मी भगिनी पठति वा? आम्. तर्हि अग्रे उन्नतः इति शब्दः धर्मीवाचकः किमर्थमिति चेत्, औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इत्युक्तं तादृशः विद्यमानधर्मः वृक्षे, अतः वृक्षः धर्मी, उन्नतः च तस्य सूचकः धर्मीवाचकः. किन्तु वस्तुतः सः धर्मी कः इति उन्नतशब्देन न ज्ञायते, तदर्थं वृक्षः वक्तव्यः इति उन्नतवृक्षयोः भेदः. अग्रे पठामि किम्? अस्तु, उन्नतशब्दगुणिवाचकः एव न तु गुणवाचकः इति सत्यं. तथापि उन्नतशब्देन गुणि कः इति उन्नतशब्देन न ज्ञायते. पदार्थः वृक्षः वा पुरुषः वा बालकः वा कुक्कुरः वा इति यावत् विशेष्यवाचकशब्दः न उच्चार्यते तावत् न बोध्यते. विशेष्यभूतः यः वृक्षः सः वृक्षशब्देन बोध्यते. औन्नत्यरूपः यः गुणः सः उन्नतशब्देन बोध्यते. उन्नतशब्दः वस्तुतः गुणवाचकः न, किन्तु उन्नतशब्दस्य यः अर्थः गुणविशिष्ट यः गुणीः यः गुणि तस्य एकदेशरूपेण औन्नत्यरूपगुणः तत्र बोध्यते. अतः एवं वदामः, उन्नतशब्दः विशेषणवाचकः. अस्तु, किञ्चित् सारांशरूपेण वदामि. अस्तु, उन्नतः इति शब्देन कः उन्नतः इति न तस्मिन् पदात् कः उन्नतः, तस्मात् पदात् कः उन्नतः इति न ज्ञायते. केवलम् औन्नत्यम् अस्ति, औन्नत्यम् इति गुणः अस्ति, कः गुणी इति न ज्ञातुं शक्यन्ते. अनन्तरं विशेष्यवाचकः शब्दः आवश्यकं, पदः आवश्यकं, यथा वृक्षः वा बालकः वा इति. यदि विशेष्यवाचकः शब्दः अस्ति, औन्नत्यं कस्मिन् अस्ति इति ज्ञातुं शक्यन्ते. सो औन्नत्यरूपः आहत्य उन्नतशब्दस्य उन्नतशब्दः विशेषण उन्नतशब्दः विषये केवलं विशेषणवाचकः एव कस्मिन् औन्नत्य अपि च गुणिवाचकः अस्तु कस्मिन् औन्नत्यम् अस्ति इति वदति किन्तु कश्चन पदार्थः तस्मिन् औन्नत्यम् अस्ति इति ज्ञायते तदर्थं विशेषणवाचकः गुणिवाचकः उन्नतशब्दः उभौ अपि इति अस्ति अस्तु अग्रे राधिका भगिनी पठति वा आम् लोके प्रयोगः भिन्नः लोके प्रयोगः भिन्नः किमर्थम् इति चेत् तत्र उन्नतशब्देन कस्य बोधः इत्युक्ते औन्नत्यरूपगुणस्य बोधः भवति इत्यतः लोके उन्नतः उन्नतशब्दः विशेषणम् इति एव तत्र प्रयोगः भवति किन्तु प्रयोगसमये वस्तुस्थितिः बुद्धिमता अवगम्येत यत् उन्नतशब्दः विशेषणवाचकः न तु विशेषणम् औन्नत्यं विशेषणम् उन्नतः विशेषणवाचकः वृक्षः विशेष्यवाचकः पठामि वा भगिनि एतावता किं बुद्धम् इति वदतु उन्नतशब्दः इति उन्नतशब्दः तु विशेषणवाचकः औन्नत्यं विशेषणं वृक्षः विशेष्यवाचकः तदनन्तरं किन्तु लोके प्रयोगः भिन्नः उन्नतशब्दस्य आम् लोके तु तत्र तु उन्नतः वृक्षः इति वारं वारं वदामः यद्यपि उन्नतः तत्र विशेषणम् इव दृश्यते किन्तु अस्माकं मनसि बोधं स्यात् औन्नत्यम् इत्येव विशेषणम् उन्नतः केवलं विशेषणवाचकः वृक्षः विशेष्यवाचकः अपि च उन्नतः गुणिवाचकः तु अस्ति एव कः गुणि इति निश्चयेन न वदति कस्मिंश्चित् अस्ति औन्नत्यम् इति उक्त्वा गुणिवाचकः भवति उन्नतः शब्दः अस्तु अग्रे अपि राधिका भगिनी पठतु यल्लिङ्गं यद्वचनं या च विभक्तिर्विशेष्यस्य तल्लिङ्गं तद्वचनं सा च विभक्तिर्विशेषणस्यापि अनेन विशेष्यवाचकस्य विशेषणवाचकस्यापि इति येषां भाषा किञ्चित् प्रगता तैः अवगम्येत सौकर्यार्थं प्रारम्भिकस्तरीयवर्गेषु अस्य श्लोकस्य पाठनेन न दोषः किन्तु ये इतोपि अधीतवन्तः तैरपि तथा बुध्यते चेत् दोष एव श्लोकस्य उच्चारणसमये जवनिकायाः पृष्ठतः वस्तुस्थितिः का इति अस्माभिः अवश्यं ज्ञेयम् अत्र सारांशः अस्ति एषः श्लोकः तु अस्माकं जानीमः एव परन्तु इतोपि अधिकं ज्ञानम् अस्माकम् अस्ति तत् तादृशम् अस्माकं चिन्तनमपि भवनीयमिति भवितव्यमिति आम् प्रारम्भिकस्तरे यल्लिङ्गं यद्वचनं केवलं विशेषणस्य विशेष्यस्य इति उक्तं किन्तु अधुना अस्माभिः बोध्यं यत् विशेष्यवाचकस्य विशेषणवाचकस्यापि लिङ्गवचनविभक्तिसाम्यम् अस्ति इति विशेषणं विशेष्यमिति न किन्तु विशेष्यवाचकः विशेषणवाचकस्य कृते अस्ति अयं श्लोकः इति बोध्यम् अस्माभिः अस्तु अग्रे रागिनी भगिनी पठति वा तद्वाचकशब्दः उन्नतः वृक्षः इति वाक्ये वृक्षस्य विशेषणद्वयम् इति उक्तम् औन्नत्यम् इति एकं विशेषणं वृक्षत्वम् इति अपरं विशेषणम् औन्नत्यम् इति विशेषणं केन पदेन बोध्यते? तद्वाचकशब्दः कः? तद्वाचकशब्दः उन्नतः इति एव, उन्नतपदेन एव औन्नत्यं बोध्यते। तर्हि वृक्षत्वम् इति यत् विशेषणं, तद्वाचकशब्दः कः? तद्वाचकशब्दः वृक्षः इति शब्दः एव। तत् कथम् इति चेत्, वृक्षः इति शब्देन पदार्थत्रयं बोध्यते। प्रथमः वृक्षः इति जीवः, द्वितीयः वृक्षत्वम् इति वृक्षे विद्यमाना जातिः। कुत्रचित् धर्मः इति एव वक्तव्यं भवति। अत्र स च धर्मः जातिः एव। तृतीयः वृक्षवृक्षत्वयोः मध्ये विद्यमानः सम्बन्धः, अत्र समवायसम्बन्धः इति। एते त्रयः अंशाः वृक्षशब्देन बोध्यन्ते। अस्तु, उच्यतां भगिनि। अधुना वयं दृष्टवन्तः उन्नतशब्देन किं किं बोध्यते इति। प्रथमतया उन्नतशब्देन औन्नत्यम् इति गुणः बोध्यते, अपि च औन्नत्ययुक्तः कश्चन पदार्थः इति बोध्यते इति विशेषणवाचकस्य आसीत् सीमा। वृक्षः शब्देन किं किं बोध्यते इति वदतु। वृक्षः इति शब्देन त्रयः पदार्थाः बोध्यते। वृक्षः प्रथमः पदार्थः इति, वृक्षः इति जीवः अस्ति। द्वितीयः पदार्थः वृक्षत्वम् इति जातिः वृक्षे अस्ति। जाति तत्र धर्मः अपि वक्तव्यं भवति। तृतीयः अस्ति वृक्ष, जातिः इत्युक्ते धर्मः एव, जातिः जातिः अपि च धर्म एकमेव। तृतीयः अस्ति वृक्षवृक्षत्वयोः मध्ये कः सम्बद्धः, अत्र समवायः सम्बन्धः अस्ति वृक्षवृक्षत्वयोः मध्ये। सो त्रयः अंशाः वृक्षशब्देन बोध्यन्ते। त्रयः शब्दाः बोध्यन्ते वृक्षशब्देन। प्रथमं वृक्षः इति अस्ति, कश्चन प्राणिः, यस्मिन् उन्नतः वृक्षः इति वदनेन वृक्षः इति कश्चन प्राणिः अस्ति, विशेष्यवाचकः शब्दः वृक्षः। अपि च तस्मिन् विशेष्ये वृक्षत्वमिति जातिः अस्ति इति बोध्यते। अपि च तयोः मध्ये समवायसम्बन्धः इति त्रयः अंशाः बुध्यन्ते वृक्षशब्दस्य वदने। अस्तु, इति स्पष्टं स्यात्। अस्तु, अग्रे पठतु भगिनि। एवं सर्वैः अपि पदैः एते त्रयः अर्थाः बोध्यन्ते। यथा अत्र वृक्षशब्देन वृक्षत्वविशिष्टवृक्षः इति अर्थः, नाम वृक्षत्वसम्बन्धः यत्र अस्ति तादृशः पदार्थः इति उक्तौ वृक्षत्वं वृक्षः त्रयोर्मध्ये विद्यमानः सम्बन्धः। एते त्रयः पदार्थाः ज्ञायन्ते। अग्रे अपि पठतु। अतः उन्नतः वृक्षः इति कथनेन वृक्षस्य इदानीं विशेषणद्वयं भवति, उन्नतत्वं वृक्षत्वं च। उन्नतत्ववाचकशब्दः उन्नतः इति शब्दः, वृक्षत्ववाचकशब्दः वृक्षः इत्येव शब्दः। एषा व्यवस्था भवति। अस्तु, तर्हि वदतु भगिनि, एतैः सर्वैः पदैः किं किं बोध्यते इति। त्रयः अर्थाः एतैः सर्वैः पदैः बोध्यते। वृक्षशब्देन वृक्षत्वं, तत् अहं न ज्ञातुं। वृक्षशब्दस्य वदनेन वृक्षत्वविशिष्टवृक्षः, गुणविशिष्टगुणि इति वाक्यं स्मर्यते वा? आमामाम्। औन्नत्यविशिष्टवृक्षः इति यदा वदामः, तथा एव वृक्षत्वविशिष्टवृक्षः इत्यपि इत्यस्यापि ज्ञानं भवति वृक्षशब्दस्य वदनेन। अस्तु, अग्रे। नाम वृक्षत्वसम्बन्धः यत्र अस्ति तादृशः पदार्थः इति उक्त्वा वृक्षत्वं वृक्षः तयोः मध्ये विद्यमानसम्बन्धः समवायसम्बन्धः अस्ति तत्र. एते त्रयः पदार्थाः ज्ञायन्ते. वृक्ष प्रथमम् अस्ति वृक्षशब्देन वृक्षत्व इति विशिष्टवृक्षः. तद् अनन्तरं द्वितीयम् अस्ति वृक्षत्वसम्बन्धः. अपि च तृतीयम् अस्ति वृक्षत्वं तयोः मध्ये कः सम्बन्धः. त्रयः पदार्थाः ज्ञायन्ते इति वृक्षशब्दस्य वदनेन. आहत्य वृक्षस्य कति विशेषणानि सन्ति? उन्नतः वृक्षः इति यदा वदामः तदा आहत्य वृक्षस्य कति विशेषणानि? पञ्च. न, पञ्चविशेषणानि तु भवन्ति यदा वयं क्रियावान् बालकः धनवान् बालकः इत्यादिकम् उक्तवन्तः खलु. तत्र केवलं चिन्तयतु, उन्नतः वृक्षः इति वदनेन कति विशेषणानि भवन्ति इति भानं भवति. एकं तु ज्ञायते यत् औन्नत्यम् इति गुणः कस्मिंश्चित् अस्ति. द्वितीयं ज्ञायते यत् वृक्षः अस्ति, सः वृक्षः विशेष्यवाचकः, तस्मिन् विशेष्ये वृक्षत्वम् इति अस्ति. तर्हि विशेष्ये इत्युक्ते वृक्षे वृक्षत्वम् इति जातिः, औन्नत्यम् इति गुणः अस्ति. तर्हि उन्नतः वृक्षः इत्यस्य वदनेन तत्र विशेषणद्वयं भवति, उन्नतत्वं वृक्षत्वम्. उन्नतत्ववाचकशब्दः अस्ति उन्नतः, वृक्षत्ववाचकशब्दः वृक्षः एव. वृक्षः इत्यस्य श्रवणेन वृक्षत्वम् अस्ति, ओ वृक्षत्वम् इति जातिः, तस्मिन् जातौ वृक्षः अन्तर्भूतः इति ज्ञायते. अपि च उन्नतः शब्दः इति अस्य श्रवणेन वृक्षे औन्नत्यम् अस्ति, अपि च कस्मिंश्चित् वृक्षे अस्ति औन्नत्यम् इति ज्ञायते. तर्हि अत्र विशेषणद्वयमस्ति, उन्नतत्वम् अपि च वृक्षत्वम् इति. अस्तु, धन्यवादः. पञ्चविशेषणानि इति यत् भवत्या उक्तं, तत् यथा वदामः बालकः उन्नतः बालकः इति वदामश्चेत् तत्रापि प्रथमतया बालकत्वम् इति जातिः अस्ति बालके इति ज्ञायते. बालकः उन्नतः, तस्मिन् उन्नतत्वम् इति ज्ञायते. तत्रापि विशेषणद्वयमेव अस्ति उन्नतः बालकः इति वदनेन. किन्तु यदा क्रियावान् बालकः, धनवान् बालकः अथवा घटाभाववान् बालकः इति वदामः तत्र भिन्नभिन्नविशेषणानि भवन्ति. अस्तु, अत्र अपि तथा वक्तुं न शक्नुमः यथा वृक्षे फलम् अस्ति, फलवान् वृक्षः तथा अपि कर्तुं शक्नुमः. सत्यं सत्यं, फलवान् वृक्षः इति वदामश्चेत् फलम् इति द्रव्यं वृक्षस्य विशेषणम् अस्ति इति अर्थः. अपि च वृक्षः इति वदनेन वृक्षत्वं जातिः अस्ति तु इति ज्ञायते. तर्हि फलम् इति विशेषणं, वृक्षत्वम् इति विशेषणम् इति विशेषणद्वयम्. सर्वैः अवगम्यते वा अथवा प्रश्नः अस्ति वा अत्र? अस्तु, अग्रे शिवरामकृष्णमहोदय पठति वा? आमां, पठामि. धनं धनत्वं च. अधुना धनत्वं धनं, धनवान् इति शब्दः अस्ति. यथा वृक्षः, वृक्षशब्दस्य विशेषणं किं? वृक्षत्वं. वृक्षशब्दस्य वदनेन वृक्षपदार्थः, वृक्षत्वं, तयोः सम्बन्धः च, एतत् सर्वं पदार्थत्रयं ज्ञायते. अधुना धनवान् इति शब्दः अस्ति इति चिन्तयतु. धनम् इति शब्देन धनवान् इति शब्दः निष्पन्नः. धनम् अस्मिन् अस्ति धनवान् इति. धनवान् कः? कश्चन पुरुषः. धनवान् इति शब्देन अपि पदार्थत्रयं बोध्यते. किम् इति चेत् प्रथमः पदार्थः धनवान् एव, नाम धनं यस्य यस्मिन् अस्ति सः. तस्मिन् पुरुषे विशेषणत्वेन यत् अस्ति सः अपि पदार्थः बोध्यते. सः पदार्थः कः? धनम् एव. वृक्षविषये अस्माभिः विशेषणं वृक्षत्वम् इति स्वीकृतम्. अत्र धनवान् यः अस्ति तस्मिन् विद्यमानः धर्मः कः इत्युक्ते, अन्यत् किमपि अस्माभिः स्वीकरणीयं नास्ति. धनवान् यः अस्ति तस्मिन् विद्यमानं विशेषणं धनम् एव. धनवति विद्यमानः धर्मः इत्युक्तौ धनम् एव. कथनस्य आशयः एवं यत् धनम् अपि कश्चन धर्मः भवति. तर्हि धनवान् इति शब्देन के त्रयः पदार्थाः बोध्यन्ते इत्युक्ते धनं यस्मिन् अस्ति तादृशपुरुषः तयोर्मध्ये विद्यमानः संयोगसम्बन्धः, एते त्रयः अंशाः ज्ञायन्ते. अस्तु, यथा वृक्षः इत्यस्य वदने उन्नतः वृक्षः वदनेन वृक्षे वृक्षत्वम् इति जातिः अस्ति, अपि च वृक्षे औन्नत्यम् अस्ति, उन्नतवृक्षयोः औन्नत्यम् अपि च वृक्षाणयोः मध्ये समवायसम्बन्धः अस्ति इति सर्वं ज्ञातम्. अधुना धनवान् पुरुषः इति वदामि, तत्र किं ज्ञायते महोदय, वदति वा? धनत्वं धनवान् यस्य धनमस्ति सः धनवान्. यस्य अथवा यस्मिन् धनमस्ति सः धनवान्. तत्रापि सम्बन्धः कः धनवान् इति केन ज्ञायते, केन पदेन? मम वाक्यमस्ति धनवान् पुरुषः इति. भवता यत् उक्तं धनवान् इत्यस्य श्रवणेन कस्मिंश्चित् अस्ति धनम् इति ज्ञायते, किन्तु सः धनवान् कः इति केन शब्देन ज्ञायते? यस्मिन् धने अस्ति तत् धनवान् खलु. सत्यं, धनवान् इत्यस्य अर्थः सः एव. कस्मिंश्चित् धनम् अस्ति अथवा कस्यचित् धनमस्ति तदर्थं सः धनवान्. धनवान् इति केवलं वदनेन किं ज्ञायते, कस्मिंश्चित् धनमस्ति इति ज्ञायते एकम्. अपरं किं ज्ञायते, अन्य कोऽपि सहायं करोति वा? पुरुषः धनवान् अस्ति. धनं धर्मधनं ज्ञायते. सत्यं, धनम् इति धर्म विशेषणम् इति ज्ञायते. अपि च महोदय उक्तवान्, राजेन्द्रमहोदय किम् उक्तवान्? पुरुषः एतत् शब्दवदनेन कः धनवान् अस्ति तत् ज्ञायते. हा, पुरुषः शब्दवदनेन एव ज्ञायते यत् धनवान् कः इति. धनवान् पुरुषः इति यदा वदामि तत्र केवलं धनवान् इत्यस्य वदनेन कस्यचित् धनम् अस्ति इति ज्ञायते, अपि च धनम् इति विशेषणम् अस्ति इति ज्ञायते. यथा उन्नतः बालकः इति वदनेन औन्नत्यम् इति गुणः ज्ञायते, तथा एव धनवान् इति अस्य वदनेन कस्यचित् पार्श्वे धनम् अस्ति, अपि च धनम् इति एव विशेषणम् अथवा धर्मः इति ज्ञायते. पुरुषः इत्यस्य वदनेन ज्ञायते धनं कस्य अस्ति इति. धनवान् पुरुषः भवितुमर्हति, धनवान् बालकः भवितुमर्हति, यत्किमपि भवितुमर्हति, किन्तु तस्य पदस्य विशेष्यवाचकपदस्य वदनेन एव ज्ञायते विशेष्यं किम् इति. अपि च अत्रापि त्रयः अंशाः ज्ञायन्ते, यथा उन्नतः वृक्षः इत्यस्य वदनेन औन्नत्यं गुणः, वृक्षत्वं जातिः, अनयोः मध्ये समवायसम्बन्धः इति ज्ञानम् अभवत् अस्माकं, तथा एव धनवान् पुरुषः वदनेन धनम् इति विशेषणम् अथवा धर्मः, स च धर्मः पुरुषे अस्ति, पुरुषस्य पुरुषत्वम् इति जातिः अस्ति, अपि च धनं पुरुषयोः मध्ये कीदृशः सम्बन्धः अस्ति, संयोगसम्बन्धः अस्ति, यतोहि द्रव्यमस्ति धनं न तु गुणः, तर्हि संयोगसम्बन्धः अस्ति धनपुरुषयोः मध्ये इति ज्ञायते. एते त्रयः अंशाः अत्रापि ज्ञायन्ते. धन्यवादः भगिनि. अस्तु, अवगतम् अत्र. रत्ना भगिनी वदतु. हा प्रश्नः न, किन्तु अत्र आधार आधेयभावः, आधारः कः आधेयः कः, अनन्तरं तयोर्मध्ये सम्बन्धः कः इति अपि वक्तुं शक्नुमः. हा अत्र स्यात् तथा, किन्तु वयं पूर्वमपि दृष्टवन्तः विशेषणविशेषयोः मध्ये सर्वदा आधाराधेयः भवतु इति नास्ति, इति नियमः नास्ति. एतस्य पुरुषस्य धनं वित्तकोषे भवति चेत् वित्तकोषः आधारः, न तु पुरुषः. आम् आम् अत्र अहं गुणरूपेण अवदं, धनवान् इति गुणम् इति स्वीकुर्मः चेत् सत्यं, यत्र साक्षात् अस्ति सः गुणः तदा आधाराधेयभावः, अपि च तयोः मध्ये संयोगसम्बन्धः. नो चेत् सर्वदा न अपेक्षितम् आधाराधेयभावः. अस्तु वा? आं भगिनि. अग्रे अजितमहोदय पठति किम्? एतदपि वक्तव्यमस्ति तथारभ्य. एतदपि वक्तव्यमस्ति, धनवान् इति शब्दः गुणिवाचकः उन्नतशब्दः इव, अतः यथा उन्नतः इत्यस्य कथनेन वृक्षः इत्यस्य साक्षात् बोधः न भवति, नाम कस्मिन् उन्नतत्वम् अस्ति इति न ज्ञायते यावत् वृक्षः इति शब्दः न उच्येत, तावत् एव ज्ञायते यत् कश्चन अस्ति यस्मिन् उन्नतत्वम् इति गुणः विद्यमानः. धनवान् अपि यत् तथा, धनं कस्मिन् अस्ति, पुरुषे, बालके, राष्ट्रपतौ, अभियन्तरि, तन्न ज्ञायते, केवलं धनयुक्तः कश्चन अस्ति इत्येतावदेव ज्ञायते, सः कः इति वक्तव्यं चेत् अग्रे अन्यत् पदं प्रयोक्तव्यं, धनवान् बालकः इति वक्तव्यम्. अग्रे अपि पठतु महोदय. किन्तु धनवान् इति शब्देन धनम् अस्ति इति ज्ञायते, धनयुक्तः कश्चन अस्ति इत्यपि ज्ञायते, तयोर्मध्ये संयोगसम्बन्धः अस्ति इत्यपि ज्ञायते, धनवान् इति शब्देन एते त्रयः पदार्थः ज्ञायन्ते. अस्तु, पदार्थाः ज्ञायन्ते. पुनः तदेव उक्तमस्ति, केवलं सारांशरूपेण स्वस्य वाक्यैः वद. धनवान् इति शब्देन त्रयोः ज्ञानत्रयं वर्तन्ते, एकः धनवान् एकः पुरुषः, एकः कोऽपि पुरुषः कस्मिन् हस्ते धनं, केवलं धनवान् इति वदनेन धनम् अस्ति इति ज्ञायते. धनमस्ति इति ज्ञायते, धनयुक्तः कश्चन अस्ति इति ज्ञायते, ततोर्मध्ये धनं धनयुक्तः ततोर्मध्ये एक तयोर्मध्ये संयोगसम्बन्धः अस्ति इति, तयोः मध्ये संयोगसम्बन्धः अस्ति इति ज्ञायते यत्र साक्षात् धनम् अस्ति, किन्तु यत्र साक्षात् धनं नास्ति हस्ते, वयं जानीमः वित्तकोषे अस्य पुरुषस्य अस्ति धनम् इति ज्ञायते चेत् तदा संयोगसम्बन्धः तु नास्ति एव, स्वत्वस्वामित्वसम्बन्धः इति भवति इति अंशत्रयं. किन्तु धनवान् इत्यस्य वदनेन एते अंशाः, प्रथमतया धनम् अस्ति इति ज्ञायते, धनयुक्तः कश्चन अस्ति इति ज्ञायते. तयोर्मध्ये एकः सम्बन्धः अस्ति, धन अपि च धनवान् पुरुषयोः मध्ये कश्चन सम्बन्धः अस्ति इति ज्ञायते. स्पष्टं स्यात् एतावता? स्पष्टं. प्रश्नाः सन्ति वा? अद्य किञ्चित् अधिकमेव पठितवन्तः इति चिन्तयामि, तर्हि प्रश्नाः सन्ति चेत् पृच्छन्तु अथवा भ्रमः अस्ति चेत् वदन्तु. अस्तु, एकवारं द्विवारं पठनम् आवश्यकम् इति अहं चिन्तयामि. आं, सत्तु सत्यम् अस्ति. भगिनि, मम प्रश्नः अस्ति, किमर्थं संयोगसम्बन्धः अस्ति धनवान् धनः मध्ये, धनं मध्ये न समवायसम्बन्धः इति? अस्तु, धनम् इति द्रव्यमस्ति. अस्तु, यथा धनम् इति द्रव्यं यदा धनवतः हस्ते अस्ति, तर्हि हस्तमपि द्रव्यं, धनमपि द्रव्यम्. आम्, उभयोः द्रव्ययोः मध्ये कीदृशः सम्बन्धः? संयोगसम्बन्धः. संयोगसम्बन्धः एव. उभयोः भूतलं घटः, तयोः मध्ये संयोगसम्बन्धः, न तु समवायः. किन्तु उन्नतः बालकः इति वदामः, औन्नत्यम् इति विशेषणं, बालकः इति विशेष्यं. गुणगुणि, गुणगुणिनोः मध्ये कीदृशः सम्बन्धः? समवायसम्बन्धः. समवायसम्बन्धः तत्र. तत्र आधार आदेय, अत्र आधार आधेयभावः, एकनिमिषः, आधार आधेयभावः गुणगुणिनोः मध्ये अपि अस्ति. आम्, अतः अहं समवायसम्बन्धः इति वदामि, सम्यक् वा? न, अतः इति मास्तु, यतोहि आधारादेयभावः अत्रापि अस्ति, तत्रापि अस्ति. गुणगुणिनोः मध्ये अपि आधारादेयभावः अस्ति, यतः गुणः औन्नत्यम् इति गुणः बालके अस्ति, बालकः आधारः, गुणः औन्नत्यं नाम गुणः आधेयः. आधाराधेयभावः तत्रापि अस्ति, किन्तु गुणगुणिनोः मध्ये समवायसम्बन्धः इत्येव अवगन्तव्यः. किन्तु धनं धनवान् अनयोः मध्ये, धनं साक्षात् तस्य पुरुषस्य हस्ते अस्ति वा अथवा पुरुषस्य कोशे अस्ति वा, धनकोशे अस्ति वा, तदा धनवान् पुरुषः इति यदा वदामः, तयोः मध्ये संयोगसम्बन्धः. अत्रापि आधाराधेयभावः अपि अस्ति, आधारः अस्ति पुरुषः, धनमिति आधेयः. किन्तु सम्बन्धः एव भिन्नः तयोः मध्ये. भगिनि, किञ्चित् हास्यरूपेण वदामः चेत्, यदि संयोगसम्बन्धः न आसीत् तदा तु कोऽपि धनवान् बेङ्क्रप्सि न डिक्लेर् करोति. अवगतम् अवगतं, किन्तु वृक्षः वृक्षत्वं मध्ये समवायसम्बन्धः वा संयोगसम्बन्धः वा? तत्र तत्र जाति, जातिव्यक्ति, अतः समवायसम्बन्धः. अस्तु, इदानीम् अवगतं. जातिव्यक्त्योः मध्ये समवायः, द्रव्ययोः मध्ये संयोगः. अस्तु भगिनि, तत्र सामान्यतया एवं वक्तुं शक्नुमः किल, यद् यदि किञ्चित् पृथक् कर्तुं शक्नुमः तर्हि तत्र संयोगसम्बन्धः, यदि पृथक् न कर्तुं शक्नुमः तर्हि समवायसम्बन्धः इति. सत्यं, सत्यं, भगिन्या उक्तं तथा एव अस्ति. पूर्वम् उदाहरणमपि दत्तमस्ति द्वयोः हस्तयोः मेलनेन पुस्तके उदाहरणमस्ति, नमस्कारं करोमि चेत् तत्र पूर्वं विविक्तयोः मध्ये भवति सम्बन्धः, नमस्कारानन्तरं पुनः स्वस्य स्थानं गच्छन्ति, गच्छता हस्तौ, तदर्थं संयोगसम्बन्धः इति. अस्तु, अग्रे गच्छामः वा? आम्, धन्यवादः भगिनि. केन पठितम् इदानीम्? अजित् महोदयेन खलु. अग्रे सन्ध्या भगिनी पठतु. धनवत्त्वम् अत्र कथं व्यवस्था इति उच्यते. धनवान् इति शब्दात् त्वप्रत्ययः संयोजितः, तेन धनवत्त्वम् इति पदं सञ्जातम्. त्वप्रत्ययः भावप्रत्ययः, भावार्थे विद्यमानः प्रत्ययः. वस्तुतः भावः इत्यस्य अर्थः कः इति चेत् तस्मिन् विद्यमानः धर्मः. इदानीं वृक्षः इति शब्दः अस्ति, वृक्षस्य भावः वृक्षत्वम्. वृक्षस्य भावः इत्यस्य अर्थः कः इति चेत् वृक्षे विद्यमानः कश्चन धर्मः. अतः त्वप्रत्ययं योजयामश्चेत् वृक्षशब्दात् तेन किं भवति? वृक्षे विद्यमानः धर्मः बोध्यते. तत्र एकः एव धर्मः वृक्षत्वम्. एवमेव यः कोऽपि शब्दः भवतु, शुक्लः इति अस्ति. शुक्लः इति गुणवाचकशब्दः इति स्वीक्रियताम्. तत्र शुक्लत्वम् इति धर्मः अस्ति, आङ्ग्लभाषायां वैट्नेस्. तर्हि शुक्लशब्दात् भावार्थे त्वप्रत्ययं योजयामः चेत् तस्य अर्थः कः भवति? शुक्लः इति गुणः, तस्मिन् विद्यमानः धर्मः इति. तर्हि शुक्लत्वम् इत्युक्ते शुक्ले विद्यमानः धर्मः, मनुष्ये विद्यमानः धर्मः मनुष्यत्वम्. अस्तु भगिनि, वदतु किञ्चित्. तर्हि तत्र कोऽपि शब्दः अस्ति, तस्य पुरतः त्वप्रत्ययं योजयामः चेत् तस्मिन् पदार्थे कोऽपि विद्यमानः धर्मः, तस्य बोधः भवति. यथा वृक्षः इति पदमस्ति, त्वप्रत्ययः योजयामश्चेत् वृक्षत्वम् इत्युक्ते कस्मिन् अपि वृक्षस्य धर्मः, वृक्षस्य भावः इति अस्ति इति. तथैव शुक्लत्वम् इति यदि वदामः चेत् कस्मिंश्चित् अपि पदार्थे शुक्लः इति धर्मः अस्ति इति बोध्यं भवति. अत्र शुक्लत्वम् इति वदामश्चेत् शुक्लः इत्यस्य भावः शुक्लत्वम् अथवा शुक्ले विद्यमानः धर्मः शुक्लत्वम्. किन्तु कस्मिंश्चित् पदार्थे यदि शुक्लत्वम् अस्ति तर्हि कः धर्मः अस्ति इति पृच्छन्ति चेत् तत्र शुक् इत्येव भवति धर्मः. शुक्लत्वम् इति भावः अस्ति, किन्तु कस्मिंश्चित् पदार्थे शुक्लत्वम् इति शुक्लः अस्ति चेत् तस्य धर्मः कः इति पृष्टे सति शुक्लः एव धर्मः अस्ति. पदार्थे शुक्लः इति धर्मः अस्ति, परन्तु शुक्ले शुक्लत्वम् इति धर्मः अस्ति. सत्यं, शुक्लत्वम् इति भावः अस्ति. यथा अत्र धनवान् इत्येव वदामः, धनवान् बालकः इति वदामः, बालके विद्यमानः धर्मः कः? बालकत्वम्. धनवान् बालकः, मम बालकत्वं तु अस्ति एव प्रथमतया. अनन्तरं धनम् इति तस्मिन् विद्यमानः धर्मः. अस्तु, अग्रे अपि पठतु भगिनि. अस्तु, इदानीं धनवत्त्वं. धनवान् इति शब्दात् त्वप्रत्ययं संयोजयामः. पूर्वं यत्र यत्र उदाहरणं दर्शितं तत्र यथा नियमः तथैव नियमः अत्रापि स्वीकर्तव्यः. धनवान् अधिकत्वधनवत्वम्, अनेन धनवत्वम् इत्यस्य कः अर्थः? धनवान् यः अस्ति तस्मिन् विद्यमानः धर्मः. सः धर्मः कः इत्युक्ते धनमेव. तदेव अस्माभिः पूर्वं स्वीकृतं, धनवति विशेषणरूपेण विद्यमानः धर्मः अत्र धनमेव. अतः अत्र निष्कर्षः कः इति चेत्, धनवत्वम् इत्युक्तौ धनम् इति सिद्धम्. तर्हि बालके धनवान् बालकः इति वदामश्चेत् बालके धनवत्वम् इति धर्मः अस्ति इत्युक्ते तस्य अर्थः अस्ति बालके धनम् अस्ति इति. हा, इत्येव अस्ति, तावदेव सम्यक् इति बुद्धं वा सर्वैः? अथवा अत्र प्रश्नः वा चिन्तनं किमपि अस्ति? धनवान् शुक्लत्वं शुक्ले मध्ये यथा भगिनी पूर्वम् उक्तवती, तत्र पृथक् न कर्तुं शक्नुमः. तत्र शुक्लः धर्मः द्रव्यं न, अतः तत्र समवायसम्बन्धः अस्ति. सत्यं. सम्यक् वा? अस्तु, सत्यं सत्यं सम्यक्. शुक्लः शुक्लत्वम् अनयोः मध्ये, धर्मधर्मी तयोः मध्ये समवायः. किन्तु शुक्लः गुणः अपि अस्ति. अस्तु, शुक्लं वस्त्रम् इति वदामः, तत्र धर्मः शुक्लः. शुक्लवस्त्रयोः मध्ये अपि समवायः एव भवति. अस्तु, बुद्धं वा? धर्मधर्मिणोः मध्ये, जातिव्यक्त्योः मध्ये समवायः. किन्तु धनम् इति च पुरुषः, इदानीं धनवान् पुरुषः इति वदामश्चेत्, तत्र धनवान् इत्यतः मतुप्योजनेन धनवत्त्वम् इति धर्मः उत्पन्नः भवति, शब्दः उत्पन्नः भवति. धनवान् यः अस्ति तस्मिन् विद्यमानः धर्मः अस्ति धनवत्त्वम्. इदानीं धनवत्त्वम् अपि च धनवान् अनयोः मध्ये समवायः अस्ति एव. अस्तु, अनयोः मध्ये समवायः. ओ, धनवान् धनवत्त्वम्, अस्तु, आम्. हा, किन्तु सः धनवत्त्वम् इति यत् वदामः, सः धनमेव अस्ति इति सिद्धान्तः. यतोहि पूर्वम् उक्तवन्तः वयं, धनं विशेषणं, धनवान् बालकः इत्युक्तौ धनवान् इति केवलं विशेषणवाचकपदं, केवलं धनमेव विशेषणम् इति. तर्हि धनवत्त्वं केन सिद्ध्यते? धनेन. यत्र धनः अस्ति तत्रैव धनवत्त्वं भवति. तर्हि धनवत्त्वम् इति धर्मः बालके अस्ति इति वदामश्चेत्, बालके धनम् अस्ति इत्येव सिद्धम्. इति निष्कर्षः अस्ति. सर्वैः बुद्धं वा? अथवा अत्र किमपि? तर्हि अत्र गुणवान् बालकः इति यदि वदामः, तर्हि बालके गुणवत्त्वम् अस्ति इत्युक्ते बालके कोऽपि गुणः अस्ति, सद्गुणः. सत्यं सत्यं सत्यं. गुणवत्त्वम् इति बालकस्य धर्मः अथवा गुण स्वभावः, तथा एव गुणः अपि धर्मः अस्ति. गुणवत्त्वम् इत्युक्तौ गुणः एव इति सिद्धमस्ति अत्र. यतोहि गुणवान् बालकः इत्यस्य वदनेन गुणः वस्तुतः विशेषणं, गुणवान् इति केवलं विशेषणवाचकम्. गुणवति विद्यमानः धर्मः विशेषणरूपेण, सः गुणः एव. यथा धनवती विशेषणरूपेण विद्यमानः धर्मः तथा. अस्तु, अग्रिम यदवशिष्टमस्ति राजेन्द्रमहोदय पठति वा एकवारम्? अत्र महोदय स्थगितवान्, किन्तु एकवारं पठित्वा समापयामि. अत्र धने धन्वत्वस्य प्रयवसानं कृतं नाम धन्वत्व शब्दस्य उच्चारणेन तर्कस्य पङ्क्तिः धनम् एव अधिगच्छति. पर्यवसानं नाम तत्स्वरूपं धनं पार्थिवद्रव्यं यस्य स्पर्शो भवति. धन्वत्वम् अपि तथा. धने धन्वत्वस्य पर्यवसानं तत्स्वरूपं कृतम् इत्युक्ते धन्वत्वम् अन्यत् कुत्रापि न भवितुम् अर्हति. धन्वत्वम् इति धनम् एव. अधुना एतत् सर्वम् उक्तं. वस्तुतः न्यायशास्त्रे अत्र पक्षद्वयम् अस्ति. द्वाभ्याम् अपि पक्षाभ्याम् अस्माकं लक्षणकार्यं सिद्ध्यति. एकस्मिन् पक्षे धन्वत्वम् इत्युक्ते धनम् एव, अपरस्मिन् पक्षे धन्वत्वम् इत्युक्ते धनाधिकरणत्वं. धनस्य अधिकरणं तस्मिन् अधिकरणे विद्यमानः धर्मः धनाधिकरणत्वं. धनवत्वं धनम् एव इति चेत् धन्वत्वं संयोगसम्बन्धेन धनवति अस्ति. धन्वत्वं धनाधिकरणत्वम् इति चेत् स्वरूपसम्बन्धेन धनवति अस्ति. तथैव गन्धः गन्धवत्वं च. गन्धवत्वं गन्धः एव इति चेत् समवायसम्बन्धेन पृथिव्याम् अस्ति. गन्धवत्वं गन्धाधिकरणत्वम् इति चेत् स्वरूपसम्बन्धेन पृथिव्याम् अस्ति. उभयत्र गन्धवत्वं पृथिव्याः लक्षणं. गन्धनिष्ठ आधेयता निरूपित अधिकरणता आश्रय पृथिवी. अनेन आधार आधेयभावः प्रदर्शितः गन्धवत्वं गन्धाधिकरणत्वम् इति पृथिव्याः लक्षणं. गन्धवत्वं गन्धः एव इति चेदपि गन्धवत्वं पृथिव्याः लक्षणम्. अस्तु, तर्हि शीघ्रमेव वदामि. अत्र धने धनत्वं पर्यावसानं कृतम् इत्युक्ते धनवत्वम् इति शब्दस्य वदनेन धनम् एव अस्ति धर्मः इति वयं जानीमः. धनवत्वम् इत्युक्ते धनमेव. अपि च न्यायशास्त्रे अत्र पक्षद्वयम् अस्ति. प्रथमतया धनवत्वम् इति वदामि चेत् धनस्य अधिकरणम् अथवा धनाधिकरणत्वम् इति धर्मः भवति. अनन्तरं धनत्वं धनमेव इति भवति. यदा धनत्वं धनमेव इति स्वीकुर्मः तत्र संयोगसम्बन्धः भवति. धनम् अपि च पुरुषः तयोः मध्ये संयोगसम्बन्धः भवति. किन्तु धनवत्वम् इति धनाधिकरणत्वम् अस्ति. यदा वदामः धनवान् पुरुषः, पुरुषे धनवत्वम् इति कश्चन धर्मः अस्ति. नाम पुरुषः धनस्य अधिकरणम् इति भासः भवति तत्र. तर्हि धनवत्वम् इत्युक्ते पुरुषस्य धनाधिकरणत्वम् इत्यपि भवति. तदा स्वरूपसम्बन्धेन भवति धनवत्वं. किन्तु धनवत्वं धनम् एव इति स्वीकुर्मश्चेत् तदा धनं भवति संयोगसम्बन्धेन, यतोहि द्वयोः द्रव्ययोः मध्ये तादृशसम्बन्धः अस्ति. तथा एव गन्धवत्वं च. गन्धवत्वं गन्धः इत्येव चेत् समवायसम्बन्धेन पृथिव्यां. गन्धवत्वं गन्धाधिकरणत्वम् इति स्वीकुर्मश्चेत् स्वरूपसम्बन्धेन पृथिव्याम् अस्ति. किन्तु उभयत्र गन्धवत्वम् इति पृथिव्याः लक्षणम् इति उक्तमत्र. अपि च अनेन आधाराधेयभावः अपि प्रदर्शितः अस्ति इति अस्ति अद्यतनः विषयः. प्राय अग्रिमसप्ताहे महोदयः इतः एतत् इमं भागं पुनः पठति इति मन्ये. एतावता प्रश्नः अस्ति वा? प्रश्नाः न सन्ति चेत् विरमामः. धन्यवादः धन्यवादः शुभरात्रिः धन्यवादः शुभरात्रिः.